लभन्ते ब्रह्मनिर्वाणं मोक्षं ऋषयः सम्यग्दर्शिनः सन्न्यासिनः क्षीणकल्मषः क्षीणपापाः निर्दोषः छिन्नद्वैधः छिन्नसंशयः यथात्मानः संयतेन्द्रियाः सर्वभूतहितेरताः सर्वेषां भूतानां हिते आनुकूल्यरताः अहिंसकाः इत्यर्थः किञ्च कामक्रोधवियुक्तानां यतीनां यतचेतसाम् अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मना कामक्रोधवियुक्तानां कामश्च क्रोधश्च कामक्रोधौ ताभ्यां वियुक्तां यतीनां संन्यासिनां यतचेतसां संयत अन्तःकरणानाम् अभितः उभयतः जीवतां मृतानां च ब्रह्मनिर्वाणमोक्षो वर्तते विदितात्मना विदितः ज्ञातः आत्मा येषां ते विदितात्मानः तेषां विदितात्मनां सम्यग्दर्शिनामित्यर्थः सम्यग्दर्शननिष्ठानां संन्यासिनां सद्यः मुक्तिः उक्ता कर्मयोगश्च ईश्वरार्पितसर्वभावेन ईश्वरे ब्रह्मणि आधाय क्रियमाणः सत्त्वशुद्धिज्ञानप्राप्तिसर्वकर्मसन्न्यासक्रमेण मोक्षाय इति भगवान् पदे पदे अब्रवीं वक्ष्यति च अथ इदानीं ध्यानयोगं सम्यग्दर्शनस्य अन्तरङ्गं विस्तरेण वक्ष्यामीति तस्य सूत्रस्थानीयान् श्लोकान् उपदिशति स्म स्पर्शान् कृत्वा बहिर्वाक्यां चक्षुश्चैवान्तरे भ्रुवोः प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणम् यतेन्द्रियमनो बुद्धिः मुनिर्मोक्षपरायणः विगतेच्छाभयक्रोधं यः सदा मुक्त एव सः स्पर्शान् शब्दादीन् कृत्वा बहिः वाक्यान् श्रोत्रादिद्वारेण अन्तः बुद्धौ प्रवेशिताः शब्दादयः विषयाः तान् अचिन्तयतः शब्दादयो वाक्या बहिरेव कृताः भवन्ति तान् इयं बहिः कृत्वा चक्षुश्च एव अन्तरे भ्रुवोः कृत्वा इति अनुषज्यते तदा प्राणापानं नासाभ्यन्तरचारिणौ समौ कृत्वा यतेन्द्रियमनोबुद्धिः यतानि संयतानि इन्द्रियाणि मनः बुद्धिश्च यस्य सः यतेन्द्रियमनोबुद्धिः मननात् मुनिः सन्न्यासी मोक्षपरायणः एवं देहसंस्थानातो मोक्षपरायणः मोक्ष एव परम् अयनं परागतिः यस्य सः अयं मोक्षपरायणमुनिः भवेत् विगतेच्छाभयक्रोधः इच्छा च भयं च क्रोधश्च इच्छाभयक्रोधः ते विगताः यस्मात् सः विगतेच्छाभयक्रोधः य एवं वर्तते सदा सन्न्यासी मुक्त इव सः न तस्य मोक्षाय अन्यः कर्तव्यो अस्ति एवं समाहितचित्तेन किं विज्ञेयमिति उच्यते भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरं सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति भोक्तारं यज्ञतपसां यज्ञानां तपसां च कर्तृरूपेण देवतारूपेण च सर्वलोकमहेश्वरं सर्वेषां लोकानां महान्तम् ईश्वरं सुहृदं सर्वभूतानां सर्वप्राणिनां प्रत्युपकारनिरपेक्षतया उपकारिणं सर्वभूतानां हृदयेशयं सर्वकर्मफलाध्यक्षं सर्वप्रत्ययसाक्षिणं मां नारायणं ज्ञात्वा शान्तिं सर्वसंसार उपरितिं रुच्यति प्राप्नोति इति श्रीमद्भगवद्गीताभाष्ये पञ्चमोऽध्यायः षष्ठोऽध्यायः अतीतानन्तराध्यायान्ते ध्यानयोगस्य सम्यग्दर्शनं प्रति अन्तरङ्गस्य सूत्रभूताः श्लोकाः स्पर्शान् कृत्वा बहिः इत्यादयः उपदिष्टः तेषां वृत्तिस्थानीयः अयं षष्ठोऽध्यायः आरभ्यते तत्र ध्यानयोगस्य बहिरङ्गं कर्म इति यावद्ध्यानयोगारोहणसमर्थः तावत् गृहस्थेन अधिकृतेन कर्तव्यं कर्म इत्यतः तत् स्तौति अनाश्रितः इति ननु किमर्थं ध्यानयोगारोहणसीमा करणं यावता अनुष्ठेयमेव विहितं कर्म यावज्जीवं न आरुरुक्षोर्मुनेर्योगं कर्मकारणम् उच्यते इति विशेषणम् आरूढस्य च शमेनैव सम्बन्धकरणम् आरुरुक्षोः आरुढस्य च शमः कर्म च उभयं कर्तव्यत्वेन अभिप्रेतं चेत्स्य तदा आरुरुक्षोः आरुढस्य च इति शमकर्मविषये भेदेन विशेषणं विभाकरणं च अनर्थकं स्यात्। तत्र आश्रमिणां कश्चित् योगम् आरुरुक्षुः भवति, आरुढश्च कश्चित् अन्ये न आरुरुक्षवः न च आरुढः, तानपेक्षया आरुरुक्षोः आरुढस्य च इति विशेषणं विभाकरणं च उपपद्यते एव इति चेत् न तस्यैव इति वचनं। पुनः योगग्रहणञ्च योगारूढस्य इति यः आसीत् पूर्वं योगम् आरुरुक्षुः तस्यैव आरुढस्य शमैव कर्तव्यः, कारणं योगफलं प्रति उच्यते इति।